अस्तु, विभागः अतिरिक्तः गुणः इति विषयः, विषयस्य प्रसङ्गे विभागः अतिरिक्तः गुणः इति साधयितुम् अस्माभिरेकम् अनुमानवाक्यं दृष्टमासीत्। आश्रयनाशाजन्यगुणनाशः समानाधिकरणगुणजन्यः, आश्रयनाशाजन्यगुणनाशत्वात् पाकजरूपनाशवत् इति अनुमानवाक्यं, तस्य परिशीलनं जायमानमस्ति अधुना। यथा सर्वाणि अनुमानवाक्यानि भवन्ति, तद्वत् अस्मिन् वाक्ये अपि चत्वारः भागाः सन्ति। सावित्री भगिनी, ते के इति किञ्चित् वदति वा? आं भगिनि, पक्षः यत्र अस्माकं किञ्चित् साधनीयं भवति तत् पक्षः भवति, सः पक्षः भवति। हेतुः कारणरूपेण भवति, साध्यं भवति यत् साधनीयं तदेव साध्यं भवति। दृष्टान्तः इति उदाहरणत्वेन स्वीकृत्य पक्षे साध्यं साधयामः यदा हेतुः अस्ति। अस्तु, समीचीनं। यद् मया पठितं तत्र पक्षः कः, साध्यं किम् इत्यादिकं कृपया। अस्तु, भवती किञ्चित् न श्रुतवती, पर्वते वा अथवा आश्रयाजन्? भगिनि एकनिमिषः, मम ध्वनिः सम्यक् अस्ति वा न वा, नो चेत् अपरेण माध्यमेन आगमिष्यामि। मम क्लेशः आसीत् इति मन्ये, अहं न जानामि, किञ्चित् मम आरोग्यमपि समीचीनं नास्ति, परन्तु सम्यक् न श्रूयते मध्ये मध्ये भगिनि भवत्याः ध्वनिः। सम्यक् न श्रूयते वा? अस्तु अस्तु, तर्हि इण्टर्नेट् माध्यमेन आगमिष्यामि, एकनिमिषः। हरि ओम्, श्रूयते वा? आम्, इदानीं श्रूयते। अस्तु, तर्हि भगिनि समान्याति वाक्ये साध्यं किं हेतुः कः इत्यादिकम्। अस्तु, आश्रयजन्या तत्र न उदाहरणे नास्ति, अस्माकम् अनुमानवाक्ये खलु? आमाम्। अस्तु, आश्रयजन् आश्रयनाशाजन्यगुणनाशः तत्र साधयितुम् इच्छामः, तत् सः भवति पक्षः। समानाधिकरणगुणजन्यः इति भवति साध्यम्। आश्रयनाशाजन्यगुणनाशत्वात् भवति हेतुः, पाकजरूपनाशवत् भवति दृष्टान्तः। अस्तु, समीचीनं। तर्हि अस्य अनुमानवाक्यस्य परिशीलनार्थम् एकं सामान्य उदाहरणं स्वीकृतमासीत्, राजेन्द्रमहोदया तद् वाक्यं तद् अनुमानवाक्यं किम् इति वदति वा किञ्चित्? क्षम्यता भगिनी, किं पुनः वदतु? अस्य अनुमानवाक्यस्य परिशीलनार्थम् एकं सामान्यम् उदाहरणम् अनुमानवाक्यस्य स्वीकृतं. वाक्यं किम् इति? वाक्यम् अस्ति अस्ति पर्वतावन्हिमान् धूमात्. पूर्णवाक्यम् अस्ति किं? यथा यत्र यत्र धूमः तत्र वह्निः इति उच्यते. न न, एकनिमिष एकनिमिष, पूर्णवाक्यम् आसीत् पर्वतः वह्निमान् धूमात् यथा महानसम् इति. यथा महान्, तस्मिन् तस्मिन् वाक्ये किञ्चित् वदतु, पक्षः कः, साध्यं किम् इत्यादिकं. पर्वतः तु पक्षः, वह्निः साध्यं, धूमः हेतुः, महानसः दृष्टान्तः. बहु समीचीनं. यथा महानसम् इत्युक्ते यथा इत्यस्मात् आरभ्य तत्सर्वं दृष्टान्तं. तर्हि पर्वते वह्निः अस्ति इति साधयितुम् इच्छामः धूमं दृष्ट्वा इति. अस्तु, तर्हि अत्र पश्यामः यत् पर्वतः एकः पक्षः, धूमः इति हेतुः, धूमः भिन्नः, पर्वतः भिन्नः. किन्तु अस्माकं वाक्ये किञ्चन वैचित्र्यम् अस्ति मूलवाक्ये. वैचित्र्यं किम्, अपि च तस्य निवारणम् इति किञ्चित् सन्ध्या भगिनी वदति वा? तर्हि यथा पर्वतः वह्निमान् धूमत्वात् महानसे, तत्र धूमः इति भिन्नपदार्थः, पर्वतः भिन्नपदार्थः. परन्तु यदा वदामः आश्रयनाशाजन्य गुणनाशः समानाधिकरणगुणः, तत्र आश्रयजनगुणनाशत्वात् इति यदा वदामः, तर्हि तत्र पक्षः अस्ति आश्रयनाशा नाशाजन्यगुणनाशः इति. परन्तु इदानीम् अस्माकं हेतुः यदस्ति तद् पक्षात् भिन्नं नास्ति इति वैचित्र्यमस्ति. आश्रयनाशाजन्यगुणनाशत्वम् इति हेतुः अस्ति, तत्तु भिन्नं नास्ति, भिन्नपदार्थः नास्ति अस्माकं पक्षात् इति अस्माकम् इदानीम् उदाहरणे वैचित्र्यम् इति वैचित्र्यमस्ति. तर्हि वैचित्र्यस्य चर्चायाम् एकं सामान्य साधारण उदाहरणमासीत्, तत् किं भगिनि? सम्यक् न श्रूयते भगिनि. अस्तु, किं करिष्यामि, पुनः आह्वास्यामि. भगिनि चिन्ता नास्ति. अस्तु, भगिन्याः प्रश्नः न श्रुतः किल? आमां सत्यं, परन्तु पुनः वक्तुं शक्यते किल? पुनः तथापि तथा एव भवति चेत् अन्य मार्गः एव नास्ति. नमस्कारः. नमस्कारः भगिनि. अधुना श्रूयते इति चिन्तयामि. इदानीं तु सम्यक्तया सम्यक्तया श्रूयते. अस्तु अस्तु, तर्हि तत्र साधारण उदाहरणं किम् आसीत् भगिनि, सन्ध्या भगिनि? एतस्य कृते साधारण उदाहरणमासीत् वह्निः उष्णः उष्णत्वात् इति. वह्निः उष्णः वह्नित्वात् वह्नित्वात् क्षम्यतां, वह्निः उष्णः वह्नित्वात् इति. तर्हि तत्र वह्नित्वम् इति भिन्नपदार्थः नास्ति, वह्निः तत्र पक्षः यत्र साधयितुम् इच्छामः, तत्र उष्णत्वम् इति तत्र भिन्नगुणः, परन्तु तत्र वह्नित्वम् इति जातिः तत्र वह्नौ एव पक्षे एव अस्ति, अपरपदार्थः नास्ति. अस्तु, हा इति तथा एव अस्माकमपि अधुना परिस्थितिः अस्ति. आश्रयनाशाजन्यगुणनाशः, आश्रयनाशागुणजन्यनाशत्वात् इति, वह्नि उष्णः वह्नित्वात् इति, तथा तद्वत् अस्ति. पर्वतस्य स्थले यत्र यत्र धूमः तत्र तत्र वह्निः इति उक्तं वक्तुं शक्यते. यत्र यत्र तत्र तत्र इति तादृश अनुमानवाक्यं तस्य कश्चन नामकरणम् आसीत् सावित्री भगिनी तस्य विषये. अन्वयव्याप्तिः वा? हा, अन्वयव्याप्तिः. हेतु अपि च साध्यम् अनयोः मध्ये यत्र यत्र हेतुः तत्र तत्र साध्यम् इति यत्र वदति तत्र अन्वयव्याप्तिः. किन्तु इदानीं वह्निः उष्णः वह्नित्वात् इत्यस्मिन् सन्दर्भे तादृशवाक्यं वक्तुं शक्नुमः वा? न वक्तुं शक्नुमः. किमर्थं चेत् यत्र यत्र इति प्रयोगः एव न भवति. किमर्थं चेत् वह्नित्वं केवलं वह्नौ अस्ति. हा, वह्नित्वं केवलं वह्नौ अस्ति, तर्हि यत्र यत्र वह्निः तत्र तत्र उष्णः इति न वक्तुं शक्नुमः, यतोहि वह्नि भिन्नस्थले वह्नित्वं न प्राप्यते. तर्हि अन्वयव्याप्तिं तत्र साधयितुं न शक्नुमः, अपरेण माध्यमेन वक्तव्यं भवति. अन्वयदृष्टान्तः इति तत्र कार्यं करोति. तर्हि तस्य समाधानार्थं कथम् उच्यते? व्यतिरेकव्याप्तिः इति वा? अहं प्रायः न वर्गे न अस्मि आसम्, परन्तु किञ्चित् श्रुतवती. अस्तु, सन्ध्या भगिनी सहायं करोति वा? भगिनि अहमपि नासं, परन्तु परस्परं साहाय्यं कृत्वा. अस्तु, चिन्ता नास्ति. तर्हि राजेन्द्रमहोदय तु आसीत् एव, तर्हि वदति वा किञ्चित् महोदय? अहं तत्र आसं, परन्तु वक्तुं न शक्नोमि. अस्तु, तर्हि हा अवश्यं तथा अन्वयव्याप्तिः अत्र न, अत्र तु कार्यं न करोति. यत्र यत्र तत्र तत्र इति नास्ति, अन्वयदृष्टान्तः नास्ति. किन्तु वयं तु जानीमः वह्नि भगिनि वदतु भगिनि. हा, यत्र यत्र तत्र तत्र इति न भवति, परन्तु वह्निः उष्णः वह्नित्वात् यन्नैवं तन्नैवं यथा जलम् इति अनुमानप्रयोगः भवति. इत्युक्ते वह्निः उष्णः वह्नित्वात् अत्र तु जानीमः वह्निः इति पक्षः, उष्णः साध्यः, वह्नित्वात् इति हेतुः. किन्तु दृष्टान्तः कः? यथा महानसम् इति वदामः चेत् महानसे धूमः लभ्यते इति कृत्वा यथा महानसं वक्तुं शक्नुमः, परन्तु अत्र दृष्टान्तः कथं वा दातुं शक्नुमः इति, यतोहि वह्नित्वं वह्नौ एव अस्ति, अपरत्र नास्ति इति आसीत् समस्या. तदर्थम् अपरेण माध्यमेन वक्तव्यं भवति. तर्हि यन्नैवं तन्नैवं यथा जलम् इति योजयित्वा दृष्टान्तरीत्या स्वीक्रियते. इत्युक्ते जले वह्नित्वं नास्ति, जले उष्णत्वमपि नास्ति. तदस्ति व्यतिरेकदृष्टान्तः. यन्नैवं तन्नैवं यथा जलम् इत्युक्ते जले वह्नित्वं नास्ति, तदर्थं जले उष्णत्वमपि नास्ति, तथा वा? हा, वस्तुतः जले उष्णत्वं नास्ति. उष्णत्वं तु नास्ति, तदर्थं वह्नित्वं नास्ति. तादृशवदनं व्यतिरेकदृष्टान्तः इति उच्यते. परन्तु तेन एका समस्या जायते. अस्तु, प्रथमतया जले वह्नित्वं नास्ति, तदर्थम् उष्णत्वं नास्ति इति साधयन्ति. तेनापि एका समस्या जायते. सा समस्या का इति पठेम अद्य. तर्हि अस्तु, किन्तु तथैव कुर्मः चेदपि समस्या किल इति तथा आरभ्य वद पठति वा सा व्यक्ति भगिनि. किन्तु हेतुः केवलं अस्तु प्राप्तं. तत्तु चर्चितम् इदानीं. तत्र किल अस्तु किन्तु तथैव कुर्मः. अस्तु किन्तु तथैव कुर्मः चेदपि समस्या जायते किल, यतोहि नास्ति इत्यस्मात् अस्ति इति प्रमाणितं कथं वा स्यात्? इत्युक्ते वह्निः उष्णः वह्नित्वात् यन्नैवं तन्नैवं यथा जलम् इति वदामः चेत् नाम जले उष्णत्वं नास्ति इत्यस्य कथनेन कथं वा प्रमाणितं भवेत् यत् अतः वह्नौ उष्णत्वम् अस्ति? जले वह्नित्वरूपहेतुः नास्ति, अतः उष्णत्वरूपसाध्यं नास्ति इति कृत्वा पक्षे हेतुः अस्ति अतः साध्यमपि अस्ति इति तादृशतर्कः भवति वा? न भवति किल? अपि च वदामः चेदपि तर्हि वह्निः उष्णः वह्नित्वात् यन्नैवं तन्नैवं यथा जलम् इति, यथा वायुः उष्णः वायुत्वात् यन्नैवं तन्नैवं यथा जलम् इत्यपि स्यात्. समस्या हि समस्या. अस्तु, अहं पठितवती, अत्र मम अवगमनं सम्यक् अस्ति वा नास्ति वा न जानामि, परन्तु यदा वदामः यन्नैवं तन्नैवं यथा जलं, यथा भवती अपि उक्तवती इदानीं, जले वह्नित्वं नास्ति तदर्थम् उष्णत्वं नास्ति, तत्तु सम्यक्, परन्तु तद् तस्मात् किं भवति? अस्माकं समस्या न जायते किल, समस्या न परिहर्तुं शक्नुमः. जले वह्नित्वरूपहेतुः नास्ति अतः उष्णरूपसाध्यं नास्ति इति सत्यं, परन्तु पक्षे हेतुः अस्ति अतः साध्यम् अस्ति इति न वक्तुं शक्नुमः. सत्यं, तदेव अत्र उक्तमस्ति यत् जले वह्नित्वरूपहेतुः नास्ति अतः उष्णत्वरूपसाध्यं नास्ति. साध्यं किम्? उष्णत्वरूपं. वह्निः नास्ति जले अतः उष्णत्वरूपं नास्ति इति साधनेन, इति तर्केण, अतः वह्नौ उष्णत्वम् अस्ति इति साधयितुं शक्नुमः वा इति प्रश्नः. न भवति, न भवति. अग्रे अपि अस्ति, अपि च वदामः चेदपि तर्हि वह्निः उष्णः वह्नित्वात् यन्नैवं तन्नैवं यथा जलमिति, तेनैव तर्केण वायुः उष्णः वायुत्वात् यन्नैवं तन्नैवं यथा जलम्. जले वायुत्वं नास्ति चेत् उष्णत्वमपि नास्ति, परन्तु वायुत्वम् अस्ति चेत् उष्णः अस्ति इति न साधयितुं शक्नुमः. हा, सत्यं सत्यम्. अतः हेतुः अपरत्र हेतुः नास्ति, तदर्थं साध्यः नास्ति, तादृशतर्कः दोषपूर्णः. तर्हि परन्तु अस्माकं मूलवाक्यं तु तथा एव अस्ति किल, विचित्रवाक्यं यथा वह्निः उष्णः वह्नित्वा, तादृशवाक्यं. परिहारः कः इति अग्रे उच्यते. भगिनि, अहं किञ्चित् इतोपि न अवगच्छामि. तत्र यदि तत्र यन्नैवं तन्नैवं यथा जलम् इति यदि वह्नेः कृते स्थापयामः, ततः किमर्थं तत्र का समस्या? तत्र वायुः तस्य कः सम्बन्धः? कृपया पुनः वदति वा. अस्तु, यावत् शक्यं प्रयत्नं करोमि. तर्हि हा, किञ्चित् जाटिल्यं तु अस्ति एव अत्र. वह्निः उष्णः वह्नित्वात् अस्तु इति वाक्यं सम्पूर्णं नास्ति, अनुमानवाक्यम्. अग्रे किञ्चित् दृष्टान्तं दातव्यं भवति, किन्तु दृष्टान्तः नास्ति किल अस्माकं. हा, तदर्थं तैः किं कृतं, यन्नैवं तन्नैवं यथा जलम् इति दृष्टान्तत्वेन स्वीकृतम्. अन्वयदृष्टान्तः नासीत्, अतः व्यतिरेकदृष्टान्तं स्वीकृतवन्तः. अत्र व्यतिरेकदृष्टान्तः कः इति अग्रे पश्येम, परन्तु अत्र किम् अस्ति, यथा महानसम् इति उक्तवन्तः पूर्वस्मिन् उदाहरणे, तथा वक्तुं न शक्यते, यतोहि वह्नित्वं वह्नि विना लोके कुत्रापि न लभ्यते. किल, तर्हि दृष्टान्तत्वेन यन्नैवं तन्नैवं यथा जलम् इति वदन्ति, इत्युक्ते जले वह्नित्वं नास्ति, अतः उष्णत्वं नास्ति. अस्तु अस्तु, इदानीं तादृशतर्कः दृष्टान्तस्य अभावे, यन्नैवं तन्नैवं यथा जलम् इति वदामश्चेत् तादृशतर्कः सर्वत्र अन्वेति वा, सर्वत्र समीचीनं भवति वा इति. वायुस्थले पश्यामः, वायौ कथञ्चित् औष्ण्यम् अस्ति, वयं तु जानीमः औष्ण्यस्य कारणं कश्चन तेजसंयोगः एव स्यात् इति, परन्तु यः कोऽपि न जानाति वायौ औष्ण्यम् अनुभवति चेत् वायुः उष्णः वायुत्वात् यन्नैवं तन्नैवं जल यथा जलम् इति वक्तुं शक्नोति अनुमानत्वेन. जले वायुत्वम् अपि नास्ति किल, जले तु जलत्वम्. अस्तु, जले वायुत्वं नास्ति, अतः जले उष्णत्वं नास्ति, अतः वायुत्वस्य कारणेन वायौ औष्ण्यम् अस्ति इति यः कोऽपि वक्तुं शक्नोति तथा. वह्नौ उष्णत्वम् अस्ति यथा यन्नैवं तन्नैवं यथा जलम् इत्युक्ते तत्र तत्र उष्णत्वं सर्वत्र स्थापयित्वा भिन्न कोऽपि तत्र जातिः नास्ति इति वक्तुं शक्नुमः इति. हा, इति समस्या, इति एका समस्या. अपरा समस्या का इत्युक्ते, तत्र अण्डर्लैन् कृतमस्ति, रेखाङ्कितमस्ति खलु, नास्ति नास्ति अस्ति अस्ति इति. विपरीतत्वेन साधयितुम् इच्छन्ति यत् जले वह्नित्वं नास्ति, अतः उष्णत्वं नास्ति इति कृत्वा वह्नौ उष्णत्वम् अस्ति, तादृशतर्कः अपि कथं वा स्यात् इति समस्या. अपरत्र नास्ति इति कृत्वा अत्र अस्ति इति कथं वा वक्तुं शक्नुमः इति एकः प्रश्नः. अपरा समस्या अस्ति इयमेव, या अस्माभिः अधुना चर्चिता. तर्हि परन्तु अनुमानवाक्यं दोषपूर्णं नास्ति, तादृशप्रयोगो भवति, वह्निः उष्णः वह्नित्वात् यन्नैवं तन्नैवं तथा जलम् इति व्यतिरेकदृष्टान्तस्य व्यतिरेकव्याप्तिदृष्टान्तस्य वाक्यमस्ति, किन्तु तस्य सार्थकत्वं कथं भवति इति अग्रे. अस्तु, तर्हि राजेन्द्रमहोदय अग्रे किञ्चित् पठति वा. दृष्टान्ते हेतुः नास्ति अथ साध्यं नास्ति, तत् आधारेण पक्षे हेतुः अस्ति अथा साध्यम् अपि अस्ति इति कार्यं न करोति, नो चेत् वायोः अपि उष्णत्वं भवेत्. अथ यत्र यत्र हेतुः तत् नास्ति, तत्र तत्र साध्यं नास्ति इत्यस्य आधारेण यत्र हेतुः अस्ति तत्र साध्यमपि अस्ति इति न भवति. दोषपूर्णचिन्तनम् इदं, वस्तुतः यत्र यत्र हेतुः नास्ति तत्र तत्र साध्यं नास्ति इति वक्तुम् एव न शक्यते. यत्र यत्र धूमः नास्ति तत्र तत्र वह्निः नास्ति इति भवति किं, भवति किं? प्रयत्नं करोमि भगिनि. दृष्टान्ते यदा वदामः हेतुः नास्ति अतः साध्यम् नास्ति, तद् आधारेण पक्षे हेतुः अस्ति अथ साध्यम् अपि अस्ति, तत् किञ्चित् दोषपूर्णः तर्कः एव अस्ति इति चिन्तयामि. हेतुः नास्ति परन्तु साध्यम् अथ साध्यम् अपि नास्ति, यथा यथा वह्निः भवेत् साध्यं भवेत् परन्तु धूमः न भवेत् तत्तु भवितुम् अर्हति। तत् आधारेण पक्षे हेतुः अस्ति अथवा साध्यमपि अस्ति इति कार्यं न करोति। तत् तत्र किं बुद्धम्? यथा वदामः यदि हेतुः न आसीत् तथा अथवा साध्यमपि न अस्ति तद् आधारेण पक्षे हेतुः अस्ति। अस्तु अस्तु अस्तु इदानीं यथा उदाहरणरूपेण यथा स्वीकुर्मः तत्र धूमः न अस्ति हेतुः नास्ति परन्तु वह्निः अपि न अस्ति तत्र न वक्तुं शक्नुमः वह्निः भवितुम् अर्हति यदा हेतुः न भवेत् तत्र तत् आधारेण पक्षे हेतुः अस्ति अतः साध्यमपि अस्ति इति तत् न वक्तुं शक्नुमः। हेतुः यदि अस्ति परन्तु अथवा साध्यमपि अस्ति तत् कार्यं न करोति। कथं कार्यं न करोति? अस्तु पुनः उदाहरणं स्वीकृत्य वदामि। उदाहरणमस्ति किं वह्निः उष्णः वह्नित्वात् इति, खलु महोदय? हा, वह्निः उष्णः वह्नित्वात् इति, तत्र वह्नित्वम् इति हेतुः उष्णः साध्यः। अस्तु, इदानीं यन्नैवं तन्नैवं यथा जलम् इति वदामश्चेत् जले हेतुः अस्ति वा? हेतुः कः? वह्नित्वं, जले वह्नित्वम् अस्ति वा? नास्ति। हा, जले हेतुः नास्ति अतः साध्यं नास्ति। साध्यं किम् उदाहरणे? औष्ण्यम्, उष्णत्वम् इति उष्णत्वं साधनीयं। तत्तु तर्हि हेतुः नास्ति जले वह्नित्वम् अतः उष्णत्वं नास्ति इति ते वदन्ति चेत् तस्य आधारेण पक्षे हेतुः अस्ति। पक्षे इत्युक्ते किं? वह्नी इति पक्षः। दृष्टान्ते हेतुः नास्ति अतः साध्यं नास्ति इति तु अवगतं। दृष्टान्तः इति जलं, तस्मिन् हेतुः वह्नित्वं नास्ति अतः साध्यम् उष्णत्वं नास्ति इति अवगतं किल। पक्षः कः वस्तुतः? पक्षः तु उष्णत्वं वह्निः खलु महोदय? वह्निः उष्णः वह्नित्वात्, वह्निः पक्षः। पक्षे हेतुः अस्ति, वह्नित्वम् अस्ति अतः साध्यमपि अस्ति उष्णतमपि अस्ति। तर्हि अस्मिन् तर्के भागद्वयमस्ति। दृष्टान्ते हेतुः नास्ति, साध्यं नास्ति, अतः पक्षे हेतुः अस्ति, साध्यमस्ति इति तेषां तर्कः। इत्युक्ते चिन्तयतु, मम गृहे भोजनम् अस्ति अथवा मम गृहे भोजनं नास्ति अतः अपरस्मिन् गृहे भोजनम् अस्ति इति वदनं तर्कपूर्णमस्ति वा इति? तस्मिन् वाक्ये तर्कः नास्ति खलु? बुद्धं महोदय? आम्, इदानीम् एतस्मिन् वाक्ये यथा जले यन्नेवं तन्नेवं जलं, यथा जलं वदामः तत्र हेतुः तत्र साध्यं नास्ति, तत् वह्नित्वं नास्ति तत्। सत्यं, हेतुः वह्नित्वं तद् नास्ति अतः औष्ण्यम् इति साध्यं तदपि नास्ति। दृष्टान्ते इत्युक्ते जले, तत्र नास्ति अतः पक्षे अस्ति इति तेषां तर्कः। तत्तु समीचीनं नास्ति किल? जले किमपि नास्ति इति उक्त्वा वह्नौ तदेव अस्ति इति कः को वा वदति तत्र तथा? तादृशतर्कः न भवति इति बुद्धम्? आम् आम् अस्तु, तर्हि अग्रे। नो चेत् वायोः अपि उष्णतां भवेत्। तर्केण तत् यदा वयं वदामः वायुः उष्णः वायुत्वात् भवेत् तदा तत् तर्केण तु उष्णतां वायोः अपि उष्णतां भवेत्। तत् उष्णतम् अथवा उष्णतम् इदानीम् अत्र साध्यम् एवं वा भगिनि? साध्यं साध्यं भवेत्, परन्तु तत्तु न नास्ति, न भवति एव। वायोः तु उष्णतं वह्निः नास्ति, उष्णतं नास्ति अत्र। अतः यत्र यत्र हेतुः नास्ति तत्र साध्यं नास्ति इत्यस्य आधारेण यत्र हेतुः अस्ति तत्र साध्यमपि अस्ति इति न भवति। अस्ति अधुना इदानीं यथा समस्या अस्ति तत्र पूर्वस्मिन् तर्के तत् आधारेण यथा हेतु नास्ति साध्यं नास्ति अथवा हेतु अस्ति साध्यमपि अस्ति तत्र न भवति तत्र। हा इत्युक्ते दोषपूर्णचिन्तनं, हेतुः नास्ति साध्यं नास्ति, एकत्र हेतुः नास्ति साध्यं नास्ति एकत्र इत्युक्ते जले, अनेन अनेन आधारेण अपरत्र हेतुः अपि अस्ति साध्यमपि अस्ति। हा तादृशतर्कः दोषपूर्णः इति, दोषपूर्णचिन्तनम्। तत्र दोषपूर्णम् इत्युक्ते तत्र अपूर्णम् अस्ति इति कृत्वा एव दोषपूर्णं किल। सत्यं सत्यम्। इतोपि वक्तव्यं भवति कथम् उच्यते इति, यतोहि न्यायशास्त्रे तादृश अनुमानप्रयोगः तु भवति एव। व्यतिरेकव्याप्तिविषये कथं वक्तुं शक्नुमः इति। अस्तु महोदय अग्रे। वस्तुतः यत् यत् हेतुः नास्ति तत्र तत्र साध्यं नास्ति इति वक्तुम् एव न शक्यते। यथा पूर्वं चर्चितवन्तः तत् तथा न वक्तुं शक्नुमः, हेतुः नास्ति साध्यम् अपि नास्ति तत्र वक्तुं न शक्यते। हा किमर्थमिति अग्रे अस्ति वदतु। यत्र यत्र धूमः नास्ति तत्र तत्र वह्निः नास्ति इति भवति किम्? वह्निः तु भवितुम् अर्हति धूमः यदि न भवेत् तत्र, तथा तत् कारणात् यत्र धूमः नास्ति तत्र वह्निः नास्ति तदपि दोषपूर्णः एव। हा दोषपूर्णः, हा सत्यं दोषपूर्णः इत्यस्य स्थाने तथा वक्तुं न शक्नुमः, यतोहि वह्निः स्यात् किन्तु वह्नौ धूमः न भवेत्, कदाचित् केवलं वह्निः एव भवति इति तादृशसन्दर्भः। अस्तु तर्हि आहत्य यत्र यत्र हेतुः नास्ति तत्र तत्र साध्यं नास्ति इति वक्तुमेव न शक्यते इति, अवगतं वा? अतः चिन्तनं करणीयं, परन्तु प्रायशः किञ्चित् अवगच्छामि इदानीम्। अस्तु अस्तु एकमेव वाक्यं वदामि अस्मिन् विषये, यत्र यत्र हेतुः नास्ति इत्युक्ते जले वह्नित्वं नास्ति तत्र तत्र साध्यं नास्ति, इत्युक्ते जले औष्ण्यं नास्ति इति वक्तुमेव न शक्नुमः, यतोहि उदाहरणं दत्तम् अग्रे, धूमः नास्ति चेदपि वह्निः कुत्रचित् भवति, तर्हि जले वह्नित् अत्र अस्माकं वायुः अनन्तरं जलम् अनन्तरं वह्निः, यदि वायुः तत्र वायौ उष्ण वायौ उष्णत्वं नास्ति अतः वह्निः अपि नास्ति इति तत्र वदने अपरः अपि दोषः स्यात्, यतोहि तत्र वह्निः अपि च उष्णत्वं तयोः तत्र तादृशसम्बन्धः अस्ति इति नास्ति, इत्युक्ते वह्नि विना अपि वायौ उष्णत्वं भवितुम् अर्हति। समीचीनं, तथा एव खलु, सूर्यकिरणैः वायुः उष्णः भवेत् तत्र वह्निः इति न। आम् हरि ओम् आम् भगिनि आम् आं मध्ये किञ्चित् अभवत्. अस्तु, तथा एव अस्ति सन्ध्या भगिनी यद् भवती उक्तवती, वायौ औष्ण्यम् अपरिणेनापि भवति, वह्निः सर्वदा न स्यात्. अस्तु, अग्रे पठति वा भवती? अन्ततो गत्वा यन्नैवं तन्नैवम् इत्यनेन यत्र यत्र वह्नित्वं नास्ति तत्र तत्र उष्णत्वं नास्ति इति न. व्यतिरेकदृष्टान्तस्थले यत्र यत्र हेतुर्नास्ति तत्र तत्र साध्यं नास्ति इति न. यत्र यत्र साध्यं नास्ति तत्र तत्र हेतुर्नास्ति इत्येव भवति. यत्र यत्र उष्णत्वं नास्ति तत्र तत्र वह्नित्वं नास्ति इति अस्ति. अस्य आधारेण च प्रमाणं कर्तुं शक्ष्यामः यत् अतः वह्नौ उष्णत्वम् इति साध्यमस्ति. कथमिति अग्रे पश्येम. तर्हि यन्नैवं तन्नैवम् इति यद् वयं स्थापयामः वाक्ये, तत्र यत्र यत्र वह्नित्वं नास्ति तत्र तत्र उष्णत्वं नास्ति इति तेन साधयितुं न शक्नुमः. तत्र व्यतिरेकदृष्टान्तं यदा स्वीकुर्मः तत्र हेतुः नास्ति अतः साध्यं नास्ति इति वक्तुं न शक्नुमः. केवलं तत्र साध्यं नास्ति, यत्र साध्यं नास्ति तत्र हेतुः नास्ति इति इत्येव भवति. इत्युक्ते उदाहरणार्थम् उष्णत्वं यत्र उष्णत्वं नास्ति इत्युक्ते अस्माकं साध्यं तत्र वह्नित्वं नास्ति इति वक्तुं शक्नुमः. परन्तु वह्नित्वं नास्ति अतः उष्णत्वं नास्ति इति विपरीतं वक्तुं न शक्नुमः. तर्हि यदि एतद् स्वीकुर्मः उष्णत्वं यत्र उष्णत्वं नास्ति तत्र वह्नित्वं नास्ति इति यदि स्वीकुर्मः तत्र वह्नौ तत्र वह्निः अस्ति चेत् उष्णत्वम् अस्ति इति साधयितुं शक्नुमः. हा, इत्युक्ते यत्र यत्र उष्णत्वं नास्ति इति वदामश्चेत् उष्णत्वस्य कारणानि बहूनि भवितुमर्हन्ति, यथा भवती एव उक्तवती सूर्यकिरणः, वह्निः इत्यादिकं, खलु? आम् आम् भगिनि. हा, तर्हि उष्णत्वस्य यानि यानि कारणानि सन्ति तानि तत्र न भवन्ति यत्र उष्णत्वं नास्ति. तेषु अन्यतमं कारणमस्ति वह्निः, वह्निः अपि न भवति इति साधयितुं तु अवश्यं शक्यते, खलु? हा, यत् तर्हि यत्र यत्र उष्णत्वं नास्ति तत्र तत्र वह्नित्वं नास्ति इति वदनं साधुवाक्यं. व्यतिरेकदृष्टान्तस्थले तथा वक्तव्यं भवति. अन्वयदृष्टान्तस्थले अथवा अन्वयव्याप्तिस्थले प्रथमं हेतुः, तदनन्तरं साध्यम्. परन्तु व्यतिरेकदृष्टान्तस्थले विपरीतरीत्या, यत्र यत्र साध्यं नास्ति तत्र तत्र हेतुः नास्ति. विपरीतरीत्या वदनं नास्ति नास्ति इत्यस्य प्रयोगेण प्रथमं साध्यं नास्ति अतः हेतुः नास्ति इति समीचीनं भवति. परन्तु हेतुः नास्ति अतः साध्यं नास्ति इति वदनम् असमीचीनं भवति इति उपरितनवाक्ये दृष्टवन्तः. यत्र यत्र धूमः नास्ति हेतुः नास्ति तत्र तत्र वह्निः नास्ति साध्यं नास्ति, तादृशप्रयोगः दोषपूर्णः. परन्तु विपरीतरीत्या वक्तुं शक्यते. अस्तु, अस्य आधारेण किं प्रमाणितम्? तर्हि अस्य आधारेण वह्नौ उष्णत्वम् अस्ति इति प्रमाणितम्. हा, इति इति व्यतिरेकदृष्टान्तः. अत्र किमपि चिन्तनम् अस्ति वा? यन्नैवं तन्नैवम् इति किमर्थं वदन्ति? यत्र समान समान उदाहरणे स्वीकर्तुम् इच्छन्ति वा? तत्रापि लिखितुं शक्नोति किल, यत्र वह्नित्वं नास्ति तत्र उष्णत्वं नास्ति अथवा यत्र उष्णत्वं नास्ति तत्र वह्नित्वं नास्ति इति. हा किन्तु तत्र यन्नैवं तन्नैवं यथा जलम् इत्यस्मिन् यत्न एवं तत्न एवम् इत्यनेन किं सूचितं भवति इत्युक्ते अयमेव इति अहं चिन्तयामि मम अवगमनम्. सत्यं भगिनि, यत्र जनरल् जनरल् कर्तुम् इच्छन्ति तथैव वक्तव्यं किल भगिनि? एकवारं वदतु इतोपि एकवारं. जनरल् सामान्यवाक्यं सामान्य व्यतिरेकव्याप्तिः. हा तस्मिन् सन्दर्भे यन्नैवं तन्नैवं यथा जलं तथैव सामान्यवाक्ये वदन्ति. वाक्ये तस्य अर्थः कः इत्युक्ते व्यतिरेकव्याप्तिवाक्यः यथा भवति तथा इति चिन्तयामि. अस्तु, दृष्टान्तं यत्र स्वीकुर्मः तत्र एतादृशमेव स्वीकरणीयम् इति कृत्वा वयम् अन्ततो गत्वा साधयितुं शक्नुमः तथैव अस्ति किल. इत्युक्ते तत्र अन्वयदृष्टान्तस्थले यत्र हेतुः नास्ति तत्र साध्यं नास्ति इति तत्र नियमः. एकनिमिष अन्वयदृष्टान्तस्थले किम् अस्ति अस्ति इति यत्र यत्र अस्ति क्षम्यतां यत्र हेतुः अस्ति तत्र साध्यम् अस्ति इति तत्र नियमः अस्ति. तथैव व्यतिरेकदृष्टान्तस्थले एतादृशनियमः अस्ति यत्र साध्यं नास्ति तत्र हेतुः नास्ति अतः तत्र अन्ततो गत्वा साधयामः तत्र उष्णत्वं नास्ति यत्र तत्र वह्नित्वं नास्ति अतः पुनः तत्र किञ्चित् भिन्नरीत्या उक्त्वा अतः यत्र वह्नित्वम् अस्ति तत्र उष्णत्वम् अस्ति एव इति अतः वह्नौ उष्णत्वम् अस्ति इति स्वीकुर्मः इति तत्र नियमः अस्ति इति कृत्वा एव वयम् एतत् साधयितुं शक्नुमः. सत्यं सत्यं सत्यम् अस्तु. व्यतिरेकव्याप्तिरीत्या एवमेव साधयितुं शक्यते अभावं स्वीकृत्य इति कारणकार्यभावसन्दर्भे अपि पूर्वम् अस्माभिः परिशीलितम् अन्वयव्यभिचारः अन्वयसहचारः इति. हा अन्वयव्याप्तिः इत्युक्ते अन्वयसहचारः तथा एव. अग्रे तस्य एव विवरणम् अस्ति. अस्तु, केन आगतं मध्ये कोऽपि नूतनतया? भगिनी अहं सरला कार्यालयम् अस्तु, केवलं शृणोति वा भगिनी तर्हि? आं भगिनि. अस्तु अस्तु तर्हि सावित्री भगिनी अग्रे. पूर्वम् अपि अस्माभिः चत्वारि वाक्यानि परिशीलितानि. अन्वयव्याप्तिः यत्र यत्र धूमः तत्र तत्र तत्र वह्निः. व्यतिरेकव्याप्तिः यत्र यत्र वह्न्यभावः तत्र तत्र धूमाभावः. अन्वयव्यभिचारः कारणमस्ति कार्यं नास्ति. मङ्गलम् अस्ति कादम्बर्यां परन्तु सम्पूर्णं न अभवत्. व्यतिरेकव्यभिचारः कार्यमस्ति कारणं नास्ति. नास्तिकग्रन्थेषु मङ्गलवाक्यं नास्ति परन्तु समापितं भवति एव. अग्रे पठामि वा अथवा किञ्चित् न किञ्चित् परिशीलयति वा अन्वयव्याप्तिः इत्युक्ते? अस्तु, इदानीमेव दृष्टवन्तः अन्वयव्याप्तिः इत्युक्ते यत्र यत्र धूमः तत्र तत्र वह्निः इति. यथा महानसे वयं जानीमः यत्र धूमः अस्ति तत्र वह्निः भवेत् एव. तदर्थं यत्र यत्र धूमः तत्र तत्र वह्निः. धूमः अस्तु तदेव हेतुः. वह्निः साध्यः साध्यं वह्निः साध्यः. तर्हि अन्वयव्याप्तिस्थले यत्र यत्र इत्यस्मात् परं हेतुः आगच्छति तत्र तत्र इत्यस्मात् परं साध्यम् आगच्छति. अपि च हेतुः इत्युक्ते व्याप्यः, साध्यम् इत्युक्ते व्यापकः. हेतोः स्थलं व्याप्यस्य स्थलस्य अपेक्षया लघुः खलु स्थलं धूमः हेतुः व्याप्यः वह्निः व्यापकः बृहत् अस्ति तस्य क्षेत्रम् इति अन्वयव्याप्तिः व्यतिरेकव्याप्तिः तत्र यत्र यत्र वह्न्यभावः तत्र तत्र धूमाभावः इदानीमेव अस्माभिः परिशीलितं यन्नैवं तन्नैवं यथा जलम् इति परिशील्य परन्तु यन्नैवं तन्नैवं यथा जलम् इत्यस्मिन् साध्यं हेतुः भिन्नः आसीत् तेन दृष्ट्या तया दृष्ट्या वदति वा आम् यन्नैवं तन्नैवं यत्र एवं वक्तुं शक्नुमः व्यतिरेकव्याप्तिस्थले यत्र हेतुः यत्र साध्यं नास्ति तत्र हेतुः नास्ति इति वक्तुं शक्नुमः परन्तु यत्र हेतुः नास्ति तत्र साध्यं नास्ति इति न वक्तुं शक्नुमः खलु इत्युक्ते यत्र यत्र उष्णत्वं नास्ति तत्र तत्र वह्नित्वं नास्ति इति साधुवाक्यं परन्तु यत्र यत्र वह्नित्वं नास्ति तत्र तत्र उष्णत्वं नास्ति इति असाधु व्यतिरेकव्याप्ति इत्यस्मिन् यत्र यत्र इत्यस्मात् कः आगच्छति साध्यः आगच्छति साध्यः आगच्छति परन्तु अन्वयस्थले यत्र यत्र इत्यस्य अग्रे हेतुः आगच्छति व्यतिरेकव्याप्तिस्थले प्रथमं साध्यः अथवा व्यापकः ततः अग्रे व्यापकः यस्य स्थलं बृहदस्ति सः एव नास्ति चेत् तत्र तत्र हेतुः यस्य स्थलं व्यापकस्य अन्ते अस्ति सः न भवति धूमः यद्यपि सर्वत्र प्रसृतः भवेत् किन्तु तस्य स्थलं वह्नौ अन्तर्भूतमेव अस्ति क्षेत्रं लघुः क्षेत्रं सत्यं हा तर्हि यस्य क्षेत्रं बृहद् अस्ति साध्यं यस्मिन् हेतोः लघुक्षेत्रम् अन्तर्भूतं तादृशसाध्यः एव नास्ति चेत् कुत्र वा हेतुः अन्तर्भूतं भवेत् इति तादृशतर्कः साध्यः नास्ति हेतुः नास्ति इति व्यतिरेकव्याप्तिः अग्रे भगिनि तृतीयम् आसीत् अन्वयव्यभिचारः अत्र कारणम् अस्ति कार्यं नास्ति यथा वयं पूर्वं दृष्टवन्तः कादम्बरीग्रन्थे मङ्गलम् अस्ति परन्तु तस्य समापनं पूर्वमेव बाणभट्टः गतः कादम्बरीकाव्यस्य सम्पूर्णं न अभवत् तत्र अन्वयव्यभिचारः कारणमस्ति कार्यं नास्ति चत्वारि व्यतिरेकव्यभिचारः कार्यम् अस्ति परन्तु कारणं नास्ति तृतीय उदाहरणस्य किञ्चिदपि न स्मरणम् अस्ति भगिनी संस्कृतं मम मनसि चिन्ता नास्ति भगिनि प्रायः बहु विलम्बः जातः तत्र इति मन्ये बहुदिनम् अभवत् नास्तिकग्रन्थेषु मङ्गलं नास्ति परन्तु बहवः नास्तिकग्रन्थाः समापितं भवन्ति इति मन्ये तदर्थं तत्र व्यतिरेकव्यभिचारस्य उदाहरणमस्ति समीचीनं व्यतिरेकव्यभिचारः इत्युक्ते कार्यत्वेन यः कोऽपि स्वीकृतः सः तु अस्ति कारणत्वेन यः स्वीकृतः सः नास्ति मङ्गलम् इति कारणं नास्तिकग्रन्थेषु यथा भगिनी उक्तवती तद् नास्ति एव परन्तु कार्यं समापितम् इति व्यतिरेकव्यभिचारः तर्हि आहत्य प्रथम द्वयं चत्वारि वाक्यानि परिशील्यतानि तत्र प्रथमवाक्यद्वये अस्ति अस्ति नास्ति नास्ति इति सहचारः अस्ति. प्रथमवाक्य अन्वयव्याप्तिः इत्युक्ते अन्वयसहचारः, यत् पूर्वम् अस्माभिः दृष्टं परिशीलितं, पुस्तके समयः अस्ति चेत् पठन्तु. सहचारः अस्ति, कस्य सहचारः? अस्ति अस्ति इत्यस्य सहचारः. व्यतिरेकव्याप्तिः इत्युक्ते व्यतिरेकसहचारः. पुनः कस्य सहचारः अस्ति? नास्ति नास्ति इत्यस्य सहचारः, अभावसहचारः इति उच्यते. साध्यः इत्यस्य अपि अभावः, हेतोः अपि अभावः, तर्हि सहचारः पुनः अभावसहचारः. अन्वयव्यभिचारे कारणमस्ति कार्यं नास्ति, व्यतिरेकव्यभिचारे कार्यमस्ति कारणं नास्ति इति स्मर्तव्यम्. अधुना अस्माकम् अवधानं भवति व्यतिरेकव्याप्ति अथवा व्यतिरेक सहचारस्य उपरि. अस्तु, इतः अग्रे पश्येम. तर्हि राजेन्द्रमहोदय. तर्हि अत्र वह्निः उष्णः वह्नित्वात् यन्नेवं तन्नेवं यथा जलम् इति स्थले द्वितीयविधव्याप्तिः अपेक्षितः. अत्र यत्र यत्र हेतुः तत्र तत्र साध्यम् इति कार्यं न करोति इति बुद्धं, यतोहि हेतुः पक्षभिन्नस्थले न लभ्यते. अपि च यत्र यत्र हेतुः नास्ति तत्र तत्र साध्यं नास्ति इत्यपि कार्यं न करोति इति दृष्टं. यत् यत् धूमः नास्ति तत्र तत्र वह्निः नास्ति इति कार्यं करोति वा? यथा पूर्वम् अपि अस्माभिः दृष्टं, वह्निः उष्णः वह्नित्वात् यन्नेवं तन्नेवं यथा जलं, तथा वदामः. तत्र तु वह्नित्वम् उष्णत्वमस्ति, तत्र उष्णत्वमस्ति तत् न प्रमाणितं कर्तुं शक्नुमः. तस्मिन् स्थले द्वितीयभेदः यथा व्यतिरेकव्याप्तिः नास्ति नास्ति कृत्वा तत् कर्तुं शक्नुमः. यथा यथा साध्यं नास्ति तत्र हेतुः नास्ति तथा वक्तुं शक्नुमः. परन्तु यथा हेतुः अस्ति तथा धूमः अपि साध्यमपि अस्ति. न न न न तत् समीचीनं, तत् समीचीनं. हेतुः अस्ति साध्यमस्ति अन्वयव्याप्तिः, अन्वयव्याप्ति नास्ति नास्ति. साध्यं नास्ति, हेतुः अपि नास्ति. तत् आधारीकृत तत् वक्तुं शक्नुमः अत्र यत्र यत्र हेतुः तत् तत् साध्यम् इति कार्यं न करोति. यथा एतस्मिन् स्थले यथा अन्वयव्याप्ति रूपं कार्यं न करोति इति बुद्धं, यतोहि हेतुपक्षभिन्नस्थले न स्थले न लभ्यते. यत् हेतुः पक्षविना हेतुः न लभ्यते, तत् कारणात् तत् कार्यं न करोति. यत्र यत् हेतुः तत्र तत्र साध्यं तथा. अपि च यत्र यत् हेतुः नास्ति तत्र तत्र साध्यं नास्ति इत्यपि कार्यम् इति अपि कार्यं न करोति. यथा वयं दृष्टवन्तः, यथा यत्र यत् वह्निः नास्ति तत्र यत्र यत्र धूमः अस्ति तत्र तत्र धूमः नास्ति तत्र तत्र वह्निः नास्ति इति न कार्यं करोति. यदा वह्निः तु भवितुम् अर्हति यदा धूमः तत्र न भवेत् तत्कालं. समीचीनं महोदय, सम्यक्तया बुद्धम् इति मन्ये. हा, तर्हि अग्रे गत्वा यत्र यत्र धूमः नास्ति तत्र तत्र वह्निः नास्ति इति कार्यं करोति वा इति पश्येम इति उक्तम्, अग्रे पठेम. परन्तु व्यतिरेकव्याप्तिस्थले प्रथमं साध्याभावेन हेत्वाभावः इति परिशीलनीयं भवति. विपरीतरीत्या नास्ति, हेत्वाभावः अतः साध्याभावः तथा नास्ति. प्रथमं साध्याभावः वह्नि अभावः, तत्र तत्र धूमाभावः भवति इति व्यतिरेकदृष्टान्तः. अस्तु, सन्ध्या भगिनी अग्रे. भगिनी अत्र व्यतिरेकव्याप्तिः, व्यतिरेकसहचारः, व्यतिरेकदृष्टान्तः समानार्थपदानि वा? आं भगिनि. अस्तु. इत्युक्ते व्याप्तिः सहचारः समानः इति चिन्तयामि, किन्तु अन्वयदृष्टान्तः इत्यस्मिन् किञ्चित् भेदः वर्तते इति चिन्तयामि. यत्र अपरत्र दृष्टान्तं दातुं शक्नुमः, यथा महानसम् इति उक्त्वा, तत्रापि अन्वयः अस्ति. यत्र यत्र धूमः तत्र तत्र वह्निः इति अन्वयः अपरत्रापि दृष्टान्ते भवति इति अन्वयदृष्टान्तः इति चिन्तयामि. किन्तु व्यतिरेकदृष्टान्तः तथा नास्ति, यन्नैवं तन्नैवं. परन्तु प्रसङ्गः भवति व्यतिरेकव्याप्तिः इति प्रसङ्गः, तस्मिन् दृष्टान्तः किञ्चित् व्यतिरेकदृष्टान्तः इति उच्यते. अस्तु. परन्तु इद अन्वयव्याप्तिः इत्युक्ते अन्वयसहचारः, व्यतिरेकव्याप्तिः इत्युक्ते व्यतिरेकसहचारः. तत्र तु समानार्थकत्वम् अस्ति. अस्तु भगिनि. अस्तु सावित्री भगिनि, किमपि सावित्री भगिनि एकः प्रश्नः. अत्र साध्याभावस्य साध्याभावात् हेतु अभावः इति वक्तुं शक्नुमः, परन्तु अनुमानस्य स्थले हेतुः अस्ति तदर्थं साध्यम् अस्ति इति अन्वेति खलु, अनुमितिः प्राप्तुम् इच्छामः खलु, तदर्थम् अत्र अनुमानप्रसङ्गे व्यभिचार किञ्चित् क्लिष्टमस्ति. तत्र किमर्थं अनुमानप्रसङ्गे साध्यः कुत्रचित् साधयितुम् इच्छामः. कथं साधयितुम् इच्छामः? तत्र मार्गद्वयम् अस्ति. अन्वयव्याप्तिः इति मार्गम् एकः मार्गः भवती उक्तवती, यत्र यत्र हेतुः तत्र तत्र साध्यः. अतः पर्वते वह्निः अस्ति इति एकः मार्गः. अपरः मार्गः कः इति चेत्, यत्र यत्र साध्यः नास्ति, वह्नित्वं नास्ति, तत्र तत्र अवश्यम् उष्णत्वं नास्ति. तत् अङ्गीक्रियते खलु वाक्यम्? अतः व्यतिरेकव्याप्तिः किमर्थम् आगता इत्युक्ते, तत्र वह्निः इति एकः पदार्थः, तस्मिन्नेव हेतुः वह्नित्वम्, अन्यत्र न लभ्यते एव. यत्र वह्नित्वं नास्ति तत्र उष्णत्वं नास्ति इत्यस्य, क्षम्यतां, यत्र उष्णत्वं नास्ति तत्र वह्नित्वम् अवश्यं नास्ति इति वदनेन किं साधितम्? वह्नौ उष्णत्वम् अस्ति इति साधितं भवति. धन्यवादः. सन्ध्या भगिनी. अग्रे व्यतिरेकदृष्टान्तः कथं कार्यं करोति इति पश्यामः. प्रथमतया अन्वयव्याप्तिप्रसङ्गे इतोपि बोध्यं, तदा तदाधारेण व्यतिरेकव्याप्तिप्रसङ्गे बोधसौलभ्यं भवेत्. अस्य कृते पर्वतः वह्निमान् धूमात् इत्यस्य उदाहरणं स्वीकुर्मः. पर्वतः वह्निमान्. हरि ओम्. नमस्ते. हरि ओम् भगिनि. सन्ध्या भगिनि, अस्ति वा? हरि ओम्, श्रूयते वा? हा हा, श्रूयते. अधुना अस्तु. अस्य कृते पर्वतः वह्निमान् धूमात् इत्यस्य उदाहरणं स्वीकुर्मः. पर्वतः वह्निमान् धूमात् अत्र न केवलम् अन्वयदृष्टान्तः अपि तु व्यतिरेकदृष्टान्तः अपि वर्तते. अन्वयव्याप्तिरपि अस्ति, व्यतिरेकव्याप्तिरपि अस्ति. अत्र यत्र यत्र धूमः तत्र तत्र वह्निः इति अन्वयव्याप्तिः. यत्र यत्र वह्निः नास्ति, साध्यं नास्ति, तत्र तत्र हेतुः अपि नास्ति, नाम धूमः अपि नास्ति. यथा हृदे, यो यः हेतुमान् सः सर्वोऽपि साध्यवान्. यः साध्याभाववान् सः हेत्वाभाववान्। व्यतिरेकस्थले साध्याभावः तदा हेत्वभावः। अन्वयस्थले हेतुः तदा साध्यम्। तर्हि अत्र व्यतिरेकदृष्टान्तस्य तत्र कार्यं कथं भवति इति द्रष्टुं तत्र अन्वयव्याप्ति प्रसङ्गे किञ्चित् इतोपि तत्र द्रष्टव्यमस्ति। इत्युक्ते यदि उदाहरणं स्वीकुर्मः पर्वतः वह्निमान् धूमात्, तत्र अन्वयदृष्टान्तः तु अस्ति इत्युक्ते यत्र यत्र धूमः तत्र वह्निः इति अन्वयदृष्टान्तः अस्ति, परन्तु न केवलं तत्, तत्र व्यतिरेकदृष्टान्तः अपि अस्ति। इत्युक्ते यदा वदामः यत्र यत्र धूमः तत्र तत्र वह्निः, तदा एव तस्य विपरीतम् इत्युक्ते तत्र यत्र वह्निः नास्ति इत्युक्ते साध्यं नास्ति, तत्र हेतुः अपि इत्युक्ते धूमः अपि नास्ति इति वक्तुं शक्नुमः। यथा ह्रदः, तत्र ह्रदः नाम किं भगिनि? इत्युक्ते जलं, कासारः तथा। ओ, तर्हि तत्र जलाशयः कोऽपि ह्रदः, तत्र वक्तुं शक्नुमः तत्र हेतुः नास्ति अतः तत् क्षम्यतां, तत्र साध्यं नास्ति अतः हेतुः अपि नास्ति, इत्युक्ते तत्र वह्निः नास्ति अतः धूमः अपि नास्ति। इत्युक्ते यः यः हेतुमान् सः साध्यवान् अपि, तथैव यः साध्याभावान् इत्युक्ते यस्मिन् साध्यं नास्ति सः हेत्वभाववान् इत्युक्ते तस्मिन् हेतुः अपि नास्ति। तर्हि व्यतिरेकस्थले यथा दृष्टवन्तः तत्र वह्न्यभावः अतः धूमाभावः इत्युक्ते साध्याभावः अतः हेत्वभावः, अन्वयस्थले तु हेतुः अस्ति अतः साध्यमस्ति, व्यतिरेकस्थले तत्र साध्यं नास्ति अतः हेतुः नास्ति इति वक्तव्यं। तत्र किञ्चित् भेदः अवगन्तव्यः द्वयोः इति मन्ये एतस्य उदाहरणस्य एतस्य परिच्छेदस्य हेतुः। अस्तु, तर्हि पर्वतं स्वीकृत्य पर्वतः हेतुमान् इत्युक्ते पर्वतः धूममान् अतः सः साध्यवान् इत्युक्ते वह्निमान्। तथैव अग्रिमवाक्यं, हा तर्हि तथैव यत् ह्रदस्य उदाहरणम् इदानीं स्वीकृत्य यः साध्याभाववान् इत्युक्ते यः यस्मिन् वह्नेः अभावः अस्ति इत्युक्ते वह्न्यभाववान् यः सः तत्र हेतोः अपि अभावः अस्ति इत्युक्ते पुनः ह्रदे तत्र वह्निः नास्ति अतः धूमः अपि नास्ति, धूमाभाववान् अस्ति ह्रदः इति तत्र व्यतिरेक व्याप्तिः अस्ति, व्यतिरेकसहचारः अस्ति तत्र इति उभयोः मध्ये भेदः इति। अस्तु, अग्रे सावित्री भगिनी। आं भगिनि, अधुना अन्वयव्याप्तिप्रसङ्गे किञ्चित् परिचयत्वेन कथ्यते अनुमानं विविधं स्वार्थानुमानं परार्थानुमानं च। स्वार्थानुमानस्थले कश्चन रामः स्वयं पर्वतं पश्यति, पर्वते च पश्यति यत् धूमः अस्ति, अनेन चत्वारि ज्ञानानि आत्मनि क्रमेण उत्पद्यन्ते। अग्रे पठामि वा? हा, अग्रे पठतु, उदाहरणानि अपि अस्ति ततः अग्रे। चत्वारि ज्ञानानि पक्षधर्मता ज्ञानं, हेतुः पक्षे अस्ति, व्याप्तिज्ञानं यत्र यत्र हेतुः तत्र तत्र साध्यं, परामर्शः साध्यव्याप्यहेतुमान् पक्षः अनुमितिः साध्यवान् पक्षः अस्तु. पर्वते धूमः अस्ति प्रथमस्तरे प्रथमसोपाने. द्वितीयसोपाने यत्र यत्र धूमः तत्र तत्र वह्निः वह्निव्याप्य धूमवान् पर्वतः. चतुर्थः पर्वतः वह्निमान् अस्तु. अत्र अन्वयव्याप्तिप्रसङ्गे किञ्चित् इतोपि परिशीलनं भवति. द्विविधं भवति अनुमानं, स्वार्थानुमानं परार्थानुमानं च. स्वार्थानुमानस्थले स्वयमेव किञ्चित् पश्यति, साक्षात् पश्यति अथवा साक्षात् ज्ञानं प्राप्यते. अनेन चत्वारि ज्ञानानि आत्मनि क्रमेण उत्पद्यन्ते. अत्र उदाहरणम् अस्ति, रामः पर्वतं पश्यति, तत्र धूमः अपि पश्यति. प्रथमस्तरे पक्षधर्मता ज्ञानं, हेतुः पक्षे अस्ति अस्तु. तत् स्तरीयज्ञानं भवति, पर्वते धूमः अस्ति, सः पर्वतं पश्यति, अनन्तरं धूमम् अपि पश्यति, धूमस्य ज्ञानं भवति आत्मनि. द्वितीयसोपानं भवति व्याप्तिज्ञानं, यत्र यत्र हेतुः तत्र तत्र साध्यं. सः जानाति यत्र यत्र हेतुः अस्ति तत्र तत्र साध्यम् अस्ति इति कृत्वा, यत्र यत्र धूमः तत्र तत्र वह्निः अस्ति इति ज्ञानम् आत्मनि उत्पद्यते. तृतीयज्ञानं भवति परामर्शः, साध्यव्याप्यहेतुमान् पक्षः. वह्नि व्याप्य धूमवान् पर्वतः. अत्र पूर्वस्मिन् स्तरे सः जानाति यत्र यत्र धूमः तत्र तत्र वह्निः. अत्र पर्वते धूमः अस्ति, तदर्थं सः जानाति वह्नि व्याप्य धूमवान् पर्वतः. पर्वते धूमः अस्ति, कीदृशधूमम् इत्युक्ते वह्नि व्याप्य धूमम्. तत्तु समस्तपदमस्ति, तत् किञ्चित् विश्लेषणं करोति वा तस्य? वह्निना व्याप्यं व्याप्य धूमं, धूम अस्मिन् अस्ति. वह्निव्याप्यः इति वस्तुतः कस्य विशेषणं? धूमस्य. धूमस्य, समीचीनं भगिनि. वह्निव्याप्यः धूमः, वह्नि इति व्यापकः, धूमं व्यापयति इति कृत्वा वह्निव्याप्य धूमः तद्वान् पर्वतः. तद्वान् पर्वतः, तत् भवति परामर्शज्ञानं. चत्वारः भवति अनुमितिः, साध्यवान् पक्षः, पर्वतः वह्निमान्. अत्र धूमः पर्वते अस्ति, तदर्थं वह्निना व्याप्तमस्ति धूमः, सः धूमः पर्वते अस्ति, तदर्थं पर्वतः वह्निमान्. व्यापकः वह्निना व्याप्य धूमं पर्वते अस्ति, तदर्थं पर्वतः वह्निमान् इति. अन्ततो गत्वा, सत्यम्, अन्ततो गत्वा पर्वतः वह्निमान् इति साध्यम्. पर्वते वह्निः इति साध्यः. क्षम्यतां भगिनि. न, चिन्ता नास्ति. तर्हि ज्ञानस्य चत्वारि सोपानानि, यद्यपि पश्यामश्चेत् झटितिः एव एतत् सर्वं स्फुरति इति तु सत्यं, परन्तु सोपानेन भवति एतादृशं ज्ञानम्. यतोहि केवलं धूमं पश्यति खलु, सः तु वह्निं न पश्यति. वह्नि अस्ति इति अनुमानेन वदति. वह्नि अस्ति इति अनुमानं कर्तुं मध्ये कानिचन सोपानानि इति अत्र प्रदर्शितमस्ति. अस्तु, अग्रे तस्य एव परिशीलनं. नूतनतया केनापि आगतं? अधुना? अस्तु, अग्रे राजेन्द्र महोदय पठति वा? आम् भगिनि, प्रथम श्रूयते वा? श्रूयते श्रूयते. प्रथमतया पक्षधर्मता ज्ञानं. धर्मता शब्देन हेतोः पक्षवृत्तित्वम् इत्यर्थः. धूमस्य वृत्तित्वं पर्वते इति ज्ञानं. रामः पर्वते धूमं पश्यति, अनेन च जानाति यत् अयं पर्वतः धूमवानः. पक्षधर्मता ज्ञानं. तदा स्मरणात्मकं ज्ञानम् आत्मनि उत्पद्यते. यत् यत् धूमः भवति तत् तत् वह्निः भवति इति ज्ञानम्. इदं व्याप्तिज्ञानम् इति उच्यते. पूर्वं जातस्य अनुभवस्य संस्कारवशात् धूमदर्शनं संस्कारम् उद्घोष्यति. तेन उद्बुद्ध संस्कारेण व्याप्तेः स्मरणं जन्यते. धूमदर्शनम् उद्बोधकं तेन संस्कारः उद्बुद्धः. तस्मात् व्याप्तिविषयकं स्मरणं जायते. तर्हि प्रथमं पक्षधर्मता ज्ञानं, तदा द्वितीयज्ञानं व्याप्तिज्ञानम्. यथा पूर्वं भगिनी पठितवती तत् इदानीं क्रमशः किञ्चित् अधिकं प्रतिपादयते अत्र एतस्मिन् परिच्छेदे. प्रथमतया पक्षधर्मता ज्ञानं किमस्ति? तत्र रामः साक्षात् पश्यति, पर्वतं पश्यति, तत्र पर्वते धूमः अपि पश्यति, तथा सः जानाति अयं पर्वतः धूमवानः. पक्षवृत्तित्वम् इत्यर्थः धर्मता शब्देन पक्षवृत्तित्वं. पक्षवृत्तित्वम् इत्युक्ते धूमवृत्तित पक्षः पर्वतः अस्ति. एवम् पक्षधर्मता इत्यस्य अर्थः कः? धूमस्य वृत्तित्वं पर्वते इति ज्ञानं. पर्वते धूमः पश्यति, सः चिन्तयति, रामः चिन्तयति धूमस्य वृत्तित्वं पर्वते. धूमवृत्तित्वम् अस्ति अस्ति. सः पर्वतं पश्यति, धूमम् अपि पश्यति, तथा जानाति अयं पर्वतः धूमवानः. पक्ष सः धर्म ज्ञानं पक्षधर्मता ज्ञानं. पक्षे किं किम् अस्ति तत् जानाति. तदा स्मारणात्मकं ज्ञानम् आत्मनि उत्पद्यते. यथा पर्वतं पश्यति, धूमम् अपि पश्यति, चिन्तयति अयं पर्वतः धूमवानः, तथा आत्मनि पर्वतः. एकनिमिषं महोदय, महोदय, महोदय, पर्वतः धूमवान् तत् स्मरणार्थं ज्ञानम् आत्मनि उत्पद्यते. तस्मिन् सः जानाति, रामः जानाति यत् यत् धूमः भवति तत् तत् वह्निः भवति इति ज्ञानं तस्य मनसि आत्मनि उत्पद्यते. इदं व्याप्तिज्ञानं वदामः तत्र इति उच्यते. पूर्वं जातस्य अनुभवस्य संस्कार पूर्वं संस्कारः आसीत्, तत् कारणात् तत् ज्ञानं व्याप्तिज्ञानं जन्यते. धूमदर्शनं संस्कारम् उद्घोष्यति. यथा पर्वते धूमं पश्यति, तत् धूमदर्शनं संस्कारम् उद्घोष्यति. उद्बोधयति तेन उद्बुद्ध संस्कारेण व्याप्ते तस्य मनसि स्मरणं जनयति. यथा यत् यत्र वह्निः, यत् यत्र धूमः, तत्र तत्र वह्निः इति तस्य मनसि जनयते. धूमदर्शनं उद्बोधकं तेन संस्कारः उद्बुधः. सः संस्कारः उद्बुधः जायते. यथा धूमदर्शनेन सः जानाति यत् यत्र धूमः तत्र तत्र वह्निः इति ज्ञानम् उद्बोधयते. तस्मात् व्याप्तिविषयकं स्मरणं जायते. व्याप्तिविषयकम् इत्युक्ते वह्निविषयकं व्याप्तिविषयकं स्मरणम् इत्युक्ते वह्निविषयकं स्मरणम् इति नास्ति. अत्र व्याप्तिः इत्युक्ते किम्? यत्र यत् धूमः तत्र तत् वह्निः. हा, तादृशज्ञानं जायते. व्याप्तिः इत्युक्ते अन्वयव्याप्तिः, अन्वयव्याप्तिविषयकं स्मरणं जायते. अन्वयव्याप्तिः अत्र किम् अस्ति? यत्र यत्र यत्र धूमः भवति तत्र तत्र वह्निः भवति. सत्यं सत्यम् इति द्वितीयं सोपानं. प्रथमं पक्षधर्मता, धूमस्य साक्षात् दर्शनेन पक्षधर्मता इति प्रथमसोपानं भवता उक्तं, पक्षवृत्तित्वं. तदनन्तरं तेन द्वितीयसोपानमस्ति व्याप्तिज्ञानं, व्याप्तिविषयकं ज्ञानम् इत्युक्ते. तर्हि प्रथमं पक्षधर्मताज्ञानं, तदा द्वितीयज्ञानं व्याप्तिज्ञानं तत् जनयति. हा, समीचीनं. तर्हि प्रथमं पक्षधर्मता, तदनन्तरं व्याप्तिज्ञानम्. एतावत् पर्यन्तम् अनुमितिः न जाता, वह्निः अस्ति इति न जाता. सोपानेन सः परिशीलयति पक्षधर्मता प्रथमं, तदनन्तरं व्याप्तिः. यत्र यत्र धूमः तत्र तत्र वह्निः इति व्याप्तिज्ञानमेव अस्ति एतावत् पर्यन्तं. तेन तस्य मनसि पर्वतः वह्निमान् इति न साधितं, केवलं व्याप्तिविषयकं ज्ञानम् उद्बुद्धम्. अपि च उद्बोधकः कः अस्ति अत्र? धूमः, तस्य दर्शनं, संस्कारं, धूमदर्शनं उद्बोधकम् अस्ति. हा हा, धूमदर्शनं संस्कारम् उद्बोधयति इति कृत्वा धूमः अत्र उद्बोधकः. अस्तु, तर्हि ज्ञानस्य हा प्रथमसोपानम् अपि च द्वितीयसोपानम् अत्र परिशीलितं. प्रथमं पक्षधर्मता, तदनन्तरं व्याप्तिज्ञानम् इति. अग्रे सन्ध्या भगिनी पठति वा? तृतीयं ज्ञानं परामर्शः. वह्निव्याप्य धूमवान् अयं पर्वतः. अस्मिन् ज्ञाने व्याप्तिः अपि अस्ति, पक्षधर्मता अपि अस्ति. इत्युक्तौ व्याप्तिविशिष्टायाः पक्षधर्मतायाः ज्ञानं, नाम प्रथमतया पक्षधर्मता ज्ञानं जातं, तदा व्याप्तिज्ञानम् उत्पन्नं. तदा द्वयोः मेलनेन व्याप्तिविशिष्टपक्षधर्मता ज्ञानम्. अस्मिन् ज्ञाने द्वौ विषयौ, व्याप्तिः अपि विषयः, पक्षधर्मता अपि विषयः. वह्निना व्याप्तः धूमः पर्वते इति ज्ञानम् इति परामर्शः इत्युच्यते. वह्निव्याप्त्यः यः धूमः, तादृशः धूमः अस्मिन् पर्वते वर्तते इति ज्ञानम्. अनन्तरं पर्वतः वह्निमान् इति ज्ञानं जायते. इदं ज्ञानं परामर्शजन्य अनुमितिः इत्युच्यते. तर्हि प्रथम सोपाने वयं दृष्टवन्तः, तत्र पक्षधर्मता ज्ञानम् इत्युक्ते पर्वते धूमः अस्ति इति ज्ञानं भवति. द्वितीये व्याप्तिज्ञानम् इत्युक्ते यत्र यत्र धूमः तत्र तत्र वह्निः इति व्याप्तिज्ञानम् एव धूमदर्शनात् उद्बोधकात् भवति. अनन्तरं तृतीयज्ञानं परामर्शः इति अस्ति. इत्युक्ते अत्र परामर्शे प्रथमसोपानद्वयोः मिश्रणमस्ति. पक्षधर्मता अपि अस्ति, व्याप्तिज्ञानमपि अस्ति. तर्हि यं धूमम् अत्र पक्षे पर्वते पश्यन् अस्ति, सः धूमः वह्निव्याप्यः अस्ति इति तत्र परामर्शः. इत्युक्ते वह्निना व्याप्तः धूमः पर्वते अस्ति. यः धूमः पर्वते सः वह्निना व्याप्तः, वह्निव्याप्यः धूमः इति यज्ज्ञानमस्ति, तत् परामर्शज्ञानं. ततः अग्रे अनुमितिः आगच्छति, चतुर्थसोपानं. तत्र अनुमितिः अस्ति, अस्तु वह्निव्याप्यः धूमः अस्ति पर्वते, अतः पर्वतः वह्निमान् इति चतुर्थसोपानं यदस्ति तद् अनुमितिः इति उच्यते, परामर्शजन्यः अनुमितिः इति. समीचीनं. तर्हि अत्र व्याप्तिज्ञानं जायते तस्य पूर्व अनुभवेन. व्याप्तिज्ञानं यत्र यत्र धूमः तत्र तत्र वह्निः इति, तेन आधारेण सः जानाति यद् वह्निः व्यापकः अस्ति, धूमः व्याप्यः इति. तदा वह्निना व्याप्यः धूमः इति ज्ञानं तेन वह्निना व्याप्यः धूमः तद्वान् पर्वतः इति तृतीयं ज्ञानं. तत्सर्वं मिलित्वा अन्ततो गत्वा अस्तु पर्वते वह्निः अस्ति, वह्निव्याप्यः यः धूमः तादृशधूमः अस्ति पर्वते इति प्रथमं, तेन पर्वते वह्निः अस्ति तदा पर्वतः वह्निमान् इति अनुमितिः इति चत्वारि सोपानानि सन्ति ज्ञानस्य. एतावत् पर्यन्तं प्राप्तवन्तः शनिवासरस्य वर्गे. अत्र कोऽपि प्रश्नः वा अथवा किमपि चिन्तनं कस्यापि? परामर्श इत्युक्ते अत्र न्यायशास्त्रस्य शब्दं वा सामान्य संस्कृते अपि तथा भवति खलु? परामर्शः इत्युक्ते जनरलैजेशन् अथवा कन्क्लूशन्? विश्लेषणं. परामर्शः प्रायः विश्लेषणम् इति अस्ति खलु भगिनि? विश्लेषणं वा? विश्लेषणम् इत्युक्ते एक्स्प्लेनेशन् खलु? विश्लेषणम् इत्युक्ते अनालिसिस् तथा. तर्हि मध्ये सः तत्सर्वं स्वीकृत्य प्रथमसोपानद्वयस्य ज्ञानं स्वीकृत्य किञ्चित् अनालिसिस् करोति. अस्तु हेतुः अस्ति पर्वते, सः कीदृशः हेतुः, साध्यव्याप्य हेतुः, अतः वह्निव्याप्य धूमः. एतत् सर्वं तस्य पूर्वजातस्य अनुभवस्य आधारेण करोति, केवलं धूमं दृष्ट्वा. धूमः एव उद्बोधकः, किन्तु तस्य मनसि संस्कारः तादृशः भवति, यत्र धूमः तत्र वह्निः इति सः जानाति पूर्वजात अनुभवस्य कारणेन. तदर्थं सः यत्र यत्र धूमः तत्र तत्र वह्निः इति पुनः अनुमानं करोति. पुनः तेन आधारेण अत्र वह्निः अस्ति चेत् वह्निः व्यापकः स्यात्, तस्य क्षेत्रं बृहत् स्यात्, तर्हि धूमं व्याप्नोति वह्निः इति तृतीयसोपाने चिन्तयति. अनन्तरं पर्वतः वह्निमान् इति निष्कर्षः भवति तस्य मनसि इति अस्ति. कोऽपि प्रश्नः वा? तर्हि एतावत्पर्यन्तम् एतत् सर्वं स्वार्थ अनुमानम् एव प्रचलति. सत्यं सत्यं, हा, स्वार्थानुमानस्थले एव एतत् सर्वम् उक्तम्. अस्तु तर्हि प्रश्नाः न सन्ति चेत् विरमामः. शुभरात्रिः. धन्यवादः भगिनि. धन्यवादः. नमस्कारः.